सप्तमोऽध्यायः बभ्रुवाहनप्रेतसंवादम् सूत उवाच इति श्रुत्वा तु गरुडः कम्पितोऽश्वत्थपत्रवत् जनानामुपकारार्थं पुनः पप्रच्छ केशवम् गरुड उवाच कृत्वा पापानि मनुजाः प्रमादाद्बुद्धितोऽपि वा नयान्ति यातनायाम्याः केनोपायेन कथ्यताम् संसारार्णवमग्नानां नराणां दीनचेतसाम् पापोपहतबुद्धीनां विषयोपहतात्मनाम् उद्धारार्थं वदस्वामि स्फुराणार्थविरीचयम् उद्धारार्थं वदस्वामिन् पुराणार्थविनिश्चयम् उपायं येन मनुजाः सद्गतिं यान्ति माधव श्रीभगवानुवाच साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै शृणुष्वावहितो भूत्वा सर्वं ते कथयाम्यहम् दुर्गतिः कथिता पूर्वमपुत्राणां च पापिनां पुत्रिणां धार्मिकाणां तु न कदाचित् खगेश्वर पुत्रजन्मावरोधस्याद्यदि केनापि कर्मणा तदा कश्चिदुपायेन पुत्रोत्पत्तिं प्रसाधयेतु हरिवंशकथां श्रुत्वा शतचण्डी विधानतः भुक्त्या श्रीशिवमाराध्य पुत्रमुत्पादयेत् सुधीः पुन्नाम्नो नरकाद्यस्मात् पितरन्त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुना एकोऽपि पुत्रो धर्मात्मा सर्वं तारयते कुलं पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी इति वेदैरपि प्रोक्तं पुत्रमाहात्म्यमुत्तमं तस्मात् पुत्रमुखं दृष्ट्वा मुच्यते पैतृकाद्रुणात् पौत्रस्य स्पर्शनान्मर्त्यो मुच्यते च ऋणत्रयात् पौत्रस्य स्पर्शनान्मर्त्यो मुच्यते च ऋणत्रयात् लोकानत्येद्दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ब्राह्म्योढा पुत्रोन्नयति सङ्गृहीतस्त्वधो नयेतु एवं ज्ञात्वा खगश्रेष्ठ हीनजातिसुतां त्यजेतु सवर्णेभ्यः सवर्णासु ये पुत्रा औरसा खग तयेव श्राद्धदानेन पितॄणां स्वर्गहेतवः श्राद्धेन पुत्रदत्तेन स्वर्यातीति किमुच्यते प्रेतोऽपि परदत्तेन गतस्वर्गं मया शृणु अत्रैवोदाहरिष्येऽहमितिहासं पुरातनम् और्ध्वदैहिकदानस्य परं माहात्म्यसूचकं पुरात्रेतायुगे तार्क्ष्य राजासीद्बभ्रुवाहनः महोदये पुरे रम्ये धर्मनिष्ठो महाबलः यज्वा दानपतिः श्रीमान् ब्रह्मण्यः साधुवत्सलः शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः पालयामास धर्मेण प्रजाः पुत्रानिव ऊरसान् क्षत्रधर्मरतो नित्यं सदण्ड्यान् दण्डयन् नृपः स कदाचिन्महाबाहुः ससैन्यो मृगयाङ्गतः वनं विवेशगहनं नानावृक्षसमन्वितं नानामृगगणाकीर्णं नानापक्षिनिनादितम् वनमध्ये तदा राजा मृगं दूराददृश्यत तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च बाणमादायतं तस्य वने दर्शनमेवान् कक्षेण रुधिरार्द्रेण स राजानुजगामतम् ततो मृगप्रसङ्गेन वनमन्यद्विवेशसः क्षुक्षामकण्ठो नृपतिः श्रमसन्तापमूर्च्छितः जलाशयं समासाद्य साश्वैव व्यगाहता पपौ तदुदकं शीतं पद्मगन्धानुवासितं ततो वतीर्यसलिलाद्विश्रमो बभ्रुवाहनः ददर्शन्यग्रोधतरुं शीतच्छायं मनोहरम् महाविटपविस्तीर्णं पक्षिसङ्घनिनादितम् वनस्य तस्य सर्वस्य महाकेतुमिवस्थितं मूलं तस्य समासाद्य निशसाद महीपतिः अथ प्रेतं ददर्शादौ क्षुत्रुभ्यां व्याकुलेन्द्रियम् उत्कचं बलिनं कुब्जं निर्मांसं भीमदर्शनं तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः प्रेतोऽपि दृष्ट्वा तं घोरामटवीमागतं नृपम् समुत्सुकमनाभूत्वा तस्यान्तिकमुपागतः अब्रवीच्च तदा तार्क्ष्य प्रेतराजो नृपं वचः प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् त्वत्संयोगान्महाबाहो जातो धन्यतरोऽस्म्यहम् राजोवाच कृष्णवर्णकराळास्य प्रेतत्वं घोरदर्शनं केन कर्मविपाकेन प्राप्तं ते बह्वमङ्गलं प्रेतत्वकारणं तात प्रेतत्वकारणं तात ब्रूहि सर्वमशेषतः कोऽसि त्वं केन दानेन प्रेतत्वं ते विनश्यति प्रेत उवाच कथयामि नृपश्रेष्ठसर्वमेवादितस्तव प्रेतत्वकारणं श्रुत्वा दयां कर्तुं त्वमर्हसि वैदशं नाम नगरं सर्वसम्पत्समन्वितं नानाजनपदाकीर्णं नानारत्नसमाकुलं हर्म्यप्रासादशोभाढ्यं नानाधर्मसमन्वितं तत्राहं न्यवसं तात देवार्चनरतः सदा वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते हव्येन तर्पिता देवाः कव्येन पितरस्तथा विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया दीनान्धकृपणेभ्यश्च दत्तमन्नमनेकधा तत्सर्वं निष्फलं राजन् मम दैवादुपागतं यथा मे निष्फलं जातं सुकृतं तद्वदामि ते मम वै सन्ततिर्नास्ति न सुहृन्न च बान्धवः न च मित्रं हिमेतादृग् यः कुर्यादौर्ध्वदैहिकं यस्य नस्यान्महाराज श्राद्धं मासिकषोडशं प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि त्वमौर्ध्वदैहिकं कृत्वा मामुद्धरमहीपते वर्णानां चैव सर्वेषां राजा बन्धुरिहोच्यते तन्मां तारय राजेन्द्रमणिरत्नं ददामि ते यथा मे सद्गतिर्भूयात् प्रेतयो निश्च गच्छति तथा कार्यं त्वया वीर मम चेदिच्छसि प्रियं क्षुधा तृषादिभिर्दुःखैः प्रेतत्वं दुःसहं मम स्वादूदकं फलं चास्ति वनेऽस्मिन् शीतलं शिवं न प्राप्नोहि मे नोमि क्षुधार्तोऽहं तृषार्तो न जलं क्वचित् यदि मे हि भवेद्राजन् विधिं नारायणो महान् तदग्रे वेदमन्त्रैश्च क्रिया सर्वौर्ध्वदैहिकी तदा नश्यति मे नूनं प्रेतत्वं नात्र संशयः वेदमन्त्रास्तपोदानं दया सर्वत्र जन्तुषु सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसङ्गतिः प्रेतयोनिविनाशाय भवन्तीति मया श्रुतम् अतो वक्ष्यामि ते विष्णुपूजां प्रेतत्वनाशिनीं सुवर्णद्वयमानीय सुवर्णं न्यायसञ्चितं तस्य नारायणस्यैकां प्रतिमां भूपकल्पयेत् पीतवस्त्रयुगच्छन्नां सर्वाभरणभूषितां स्नापितां विविधैस्तोयैरधिवास्य यजेत्ततः पूर्वे तु श्रीधरं तस्यादक्षिणे मधुसूदनं पश्चिमे वामनं देवमुत्तरे च गदाधरं मध्ये पितामहं चैव तथा देवं महेश्वरं पूजयेच्च विधानेन गन्धपुष्पादिभिः पृथक् ततः प्रदक्षिणीकृत्य वह्नौ सन्तर्प्य देवताः घृतेन दध्नाक्षीरेण विश्वे देवांश्च तर्पयेतु ततः स्नातो विनीतात्मा यजमानः समाहितः नारायणाग्रे विधिवत् स्वां क्रियामूर्ध्वदैहिकीम् आरभेत यथा शास्त्रं क्रोधलोभविवर्जितः कुर्याच्छ्राद्धानि सर्वाणि वृषस्योत्सर्जनं तथा ततः पदानि विप्रेभ्यो दद्याच्चैव त्रयोदश शय्यादानं प्रदत्त्वा च घटं प्रेतस्य निर्वपेत् राजोवाच कथं प्रेतघटं कुर्याद्दद्यात् केन विधानतः ब्रूहि सर्वानुकम्पार्थं घटं प्रेतविमुक् तिदं प्रेत उवाच साधु पृष्टं महाराज कथयामि निबोधते प्रेतत्वं न भवेद्येन दानेन सुदृढेन च दानं प्रेतघटं नाम सर्वाशुभविनाशनं दुर्लभं सर्वलोकानां दुर्गतिक्षयकारकम् संतप्तः अटकमयं तु घटं विधाय ब्रह्मेश केशवयुतं सह लोकपालैः क्षीराद्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ब्रह्मा मध्ये तथा विष्णुशङ्करशङ्करो व्ययः प्राच्यादिषु च तत्कण्ठे लोकपालान् क्रमेण तु सम्पूज्य विधिवद्राजन्धूपैः कुसुमचन्दनैः ततो दुग्धाज्यसहितं घटं देयं हिरण्मयम् सर्वदानाधिकं चैतन्महापातकनाशनं कर्तव्यं श्रद्धया राजन् प्रेतत्वविनिवृत्तये श्रीभगवानुवाच एवं सञ्जल्पतस्तस्य प्रेतेन सह काश्यप सेनाजगामानुपदं हस्त्यश्वरथसङ्कुरं ततो बले समायाते दत्त्वा राज्ञे महामणिं नमस्कृत्य पुनः प्रार्थ्य प्रेतो दर्शनमेयवन् तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ स्वपुरं च समासाद्य तत्सर्वं प्रेतभाषितं चकारविधिवत्पक्षिन्नौर्ध्वदैहिकजं विधिं तस्य पुण्यप्रदानेन प्रेतो मुक्तो दिवं ययौ श्राद्धेन परदत्तेन गतः प्रेतोऽपि सद्गतिं किं पुनः पुत्रदत्तेन पिता यातीति चाद्भुतम् इतिहासमिमं पुण्यं शृणोति श्रावयेच्च यः नतौ प्रेतत्वमायातः पापाचारयुतावपि इति श्रीगरुडपुराणे सारोद्धारे बभ्रुवाहनकृतप्रेतसंस्कारो नाम सप्तमोऽध्यायः अष्टमोऽध्यायः गरुड उवाच आमुष्मिकीं क्रियां सर्वां वद सुकृतिनां मम कर्तव्या सा यथा पुत्रैस्तथा च कथय प्रभो श्रीभगवानुवाच साधु पृष्टं त्वया तार्क्ष्यमानुषाणां हिताय वै धार्मिकार्हं च यत्कृत्यं तत्सर्वं कथयामि ते सुकृतीवार्धके दृष्ट्वा शरीरं व्याधिसंयुतं प्रतिकूलान् ग्रहांश्चैव प्राणघोषस्य चाश्रुतिं तदा स्वमरणं ज्ञात्वा निर्भयस्यादतन्द्रितः अज्ञातज्ञातपापानां प्रायश्चित्तं समाचरेतु यदा स्यादातुरः कालस्तदा स्नानं समाचरेतु पूजनं कारयेद्विष्णोः सालग्रामस्वरूपिणः अर्चयेदन्धपुष्पैश्च कुङ्कुमैः तुलसीदलैः धूपैर्दीपैश्च नैवेद्यैर्बहुभिर्मोदकादिभिः दत्त्वा च दक्षिणां विप्रान्नैवेद्यादपि भोजयेत् अष्टाक्षरं जपेन्मन्त्रं द्वादशाक्षरमेव च संस्मरेत् शृणुयाच्चैव विष्णोर्नाम शिवस्य च हरेर्नाम हरेत्पापं ऋणां श्रवणगोचरं रोगिणोऽन्तिकमासाद्यशोचनीयं न बान्धवैः स्मारणीयं पवित्रं मे नामधेयं मुहुर्मुहुः मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः रामो रामश्च कृष्णश्च बुद्धः कल्की तथैव च एतानि दशनामानि स्मर्तव्यानि सदा बुधैः समीपे रोगिणो ब्रूयुर्बान्धवासे प्रकीर्तिताः समीपे रोगिणो ब्रूयुर्बान्धवास्ते प्रकीर्तिताः कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते तस्य भस्मी भवन्त्याशु महापातककोटयः म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् अजामिळोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः हरेर्नाम्नश्च या शक्तिः पापनिर्हरणे द्विजा तावत्कर्तुं समर्थो न पातकं पातकी जनः किङ्करेभ्यो यमः प्राह नयध्वं नास्तिकं जनं नैवानयत भो दूता हरिनामस्मरन्नरन् अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे कमलनयनवासुदेवविष्णो धरणिधराच्युतशङ्खचक्रपाणि भवशरणमिति रयन्ति ये वै त्यज भटदूरतरेण तानपापान् ताननयध्वमसतो विमुखान् मुकुन्दपादारविन्दमकरन्दरसादजस्रं निष्किञ्चनैः परमहंसकुलैरसज्ञैर्दृष्टान् गृहे निरयवर्त्मनिबद्धतुष्टान् जिह्वानवक्तिभगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दं कृष्णायनो नमति यच्छिरये कदापि तानानयध्वमसतो कृतविष्णुकृत्यान् तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमं हसां महतामपि पक्षीन्द्र विध्यैकान्तिकनिष्कृतिं प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखं न निष्पुनन्ति दुर्बुद्धिं सुराकुम्भमिवापगाः कृष्णनाम्नाननरकं पश्यन्ति गतकिल्बिषाः यमं च तद्भटांश्चैव स्वप्नेऽपि न कदाचन मांसास्थिरक्तवत्काये वैतरण्यां पतेन् नरः योऽन्ते दद्याद्विजेभ्यश्च नन्दनन्दनगामिति अतः स्मरेन्महाविष्णोर्नामपापौघनाशनं गीतासहस्रनामानि पठेद्वा शृणुयादपि एकादशीव्रतं गीता गङ्गाम्बु तुलसीदलं विष्णोः पादाम्बुनामानि मरणे मुक्तिदानि च ततः सङ्कल्पयेदन्नं सघृतं सकाञ्चनम् ततः सङ्कल्पयेदन्नं सघृतं च सकाञ्चनम् सवत्साधेन बोधेया श्रोत्रियाय द्विजातये अन्ते जनो यद्ददाति स्वल्पं वा यदि वा बहु तदक्षयं भवेत्तार्क्ष्य यत्पुत्रश्चानुमोदते अन्तकाले तु सत्पुत्रः सर्वदानानि दापयेतु एतदर्थं सुतो लोके प्रार्थ्यते धर्मकोविदैः भूमिस्थं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनं पुत्रैस्तृष्णा न कर्तव्या तद्धने पूर्वसञ्चिते स तद्ददाति सत्पुत्रो यावज्जीवत्यसौ चिरम् अतिवाहस्तु तन्मार्गे दुःखं न लभते यतः आतुरे चोपरागे च द्वयं दानं विशिष्यते अतो वश्यं प्रदातव्यमष्टदानं तिलादिकम् तिलालोहं हिरण्यं चकार्पासूलवणं तथा सप्तधान्यं क्षितिर्गावैकैकं पावनं स्मृतं एतदष्टमहादानं महापातकनाशनम् अन्तकाले प्रदातव्यं शृणु तस्य च यत्फलम् मम स्वेदसमुद्भूताः पवित्रास्त्रिविधास्तिलाः असुरा दानवा दैत्यास्तृप्यन्ति तिलदानतः तिला श्वेतास्तथा कृष्णादानेन कपिलास्तिलाः संहरन्ति त्रिधा पापं वाङ्मनःकायसञ्चितम् लोहदानं च दातव्यं भूमियुक्तेन पाणिना यमसीमां न चाप्नोति न गच्छेत्तस्य वर्त्मनि कुठारो मुसलो दण्डः खड्गश्च छुरिका तथा शस्त्राये यमहस्ते च निग्रहे पापकर्मिणाम् यमायुधानां सन्तुष्ट्यै दानमेतदुताहृतम् यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् तस्माद्दद्याल्लोहदानं यमलोके सुखावहम् ऊरणश्यामसूत्रश्च शुण्डामर्कोऽप्युदुम्बरः शेषं बलो महादूता लोहदानात् सुखप्रदाः शृणुतार्क्ष्यपरं गुह्यं दानानां दानमुत्तमं दत्तेन तेन तुष्यन्ति भूर्भुवस्वर्गवासिनः ब्रह्माद्यारुषयो देवा धर्मराजसभासदः स्वर्णदानेन सन्तुष्टा भवन्ति वरदायकाः तस्माद्देयं स्वर्णदानं प्रेतोद्धरणहेतवे नयाति यमलोकं स स्वर्गतिं तात गच्छति चिरं वसेत् सत्यलोके ततो राजा भवेदिह रूपवान् धार्मिको वाग्मे श्रीमानतुलविक्रमः कार्पासस्य तु दानेन दूतेभ्यो न भयं भवेत् लवणं दीयते यच्च तेन सैव भयं यमात् अयो लवणकार्पासतिलकाञ्चनदानतः चित्रगुप्तादयस्तुष्टा यमस्य पुरवासिनः सप्तधान्यप्रदानेन प्रीतो धर्मध्वजो भवेत् तुष्टा भवन्ति येऽन्येऽपि त्रिषु द्वारेषु अधिष्ठिताः व्रीहयो यवगोधूमामुद्गामाशाः प्रियङ्गवः चणकाः सप्तमाज्ञेयाः सप्तधान्यम् उदाहृतम् गोचर्ममात्रं वसुधा दत्ता पात्रे विधानतः पुरातिब्रह्महत्याया दृष्टमेतन्मुनीः स्वरैः नव्रतेभ्यो नतीर्थेभ्यो नान्यदानाद्विनश्यति राज्ये कृतं महापापं भूमिदानाद्विलीयते पृथिवीं सस्यसम्पूर्णां यो ददाति द्विजातये सप्रयाति इन्द्रभवनं पूज्यमानसुरासुरैः अत्यल्पफलदानि शुरन्यदानानि काश्यप पृथिवीदानजं पुण्यमहन्यहनिवर्धते। यो भूत्वा भूमिपो भूमिं नो ददाति द्विजातये स नाप्नोति कुटीं ग्रामे दरिद्रस्याद्भवे भवे। अदानाद्भूमिदानस्य भूपतित्वाभिमानतः निवसेन्नरके यावच्छेषो धारयते धराम्। तस्माद्भूमीश्वरो भूमिदानमेव प्रदापयेतु अन्येषां भूमिदानार्थं गोदानं कथितं मया। ततोऽन्तधेनुर्दातव्या रुद्रधेनुं प्रदापयेतु ऋणधेनुं ततो दत्त्वा मोक्षधेनुं प्रदापयेतु। दद्याद्वैतरणीधेनुं विशेषविधिना खगा तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात्। बालत्वे यच्च कौमारे यत्पापं यौवने कृतं वयः परिणतौ यच्च यच्च जन्मान्तरेष्वपि यन्निशायां तथा प्रातः यन्मध्याह्नापराह्नयोः सन्ध्ययोर्यत्कृतं पापं कायेन मनसा गिरा दत्त्याधेनुं सकृद्वापि कपिलां क्षीरसंयुतां सोपस्करां सवत्सां च तपोवृत्तसमन्विते ब्राह्मणे वेदविदुषि सर्वपापैः प्रमुच्यते उद्धरेदन्तकाले सा दातारं पापसञ्चयात्। एकागौ स्वस्थचित्तस्य ह्यातुरस्य च गोशतं सहस्रं म्रियमाणस्य दत्तं चित्तविवर्जितम्। मृतस्यैतत् पुनर्लक्षं विधिपूतं च तत्समं तीर्थयात्रा समोपेतं दानमेकं च लक्षधा। पात्रे दत्तं च यद्दानं तल्लक्षगुणितं भवेतु दातुः फलमनन्तं स्यान्न पात्रस्य परिग्रहः। स्वाध्यायहोमसंयुक्तः परपाकविवर्जितः रत्नपूर्णामपि महीं प्रतिगृह्य न लिप्यते। विषसीतावहौ मन्त्रवह्ने किं दोषभागिनौ अपात्रे सा च गौर्दत्ता दातारं नरकं नयेतु। कुलैकशतसंयुक्तं ग्रहीतारं तु पातये तु नापात्रे विदुषा देया आत्मनश्रेय इच्छता एका ह्येकस्य दातव्या बहूनां न कदाचन सा विक्रीता विभक्ता वा दहत्या सप्तमं कुलं कथिताया मया पूर्वं तव वैतरणी नदी तस्या उद्धरणोपायं गोदानं कथयामि ते कृष्णां वा पाटलां वापि धेनुं कुर्यादलङ्कृतां स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहिनीं कृष्णवत्स्त्रयुगच्छन्नां कण्ठघण्टासमन्वितां कार्पासोपरि संस्थाप्य ताम्रपात्रं सचैलकम् यमं हैमं न्यसेत्तत्र लोहदण्डसमन्वितं कांस्यपात्रे घृतं कृत्वा सर्वं तस्योपरि न्यसेत् नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् गर्तं निधाय सजलं कृत्वा तस्मिन् क्षिपेत्तरिम् तस्योपरि स्थितां कृत्वा सूर्यदेहसमुद्भवां धेनुं सङ्कल्पयेत्तत्र यथा शास्त्रविधानतः सालङ्काराणि वस्त्राणि ब्राह्मणाय प्रकल्पयेतु पूजां कुर्याद्विधानेन गन्धपुष्पाक्षतादिभिः पुच्छं संगृह्य धेनोस्तु नवमाश्रित्य पादतः पुरस्कृत्य ततो विप्रमिमं मन्त्रमुदीरयेतु भवसागरमग्नानां शोकदाहोर्मिदुःखिनां त्राता त्वं हि जगन्नाथः शरणागतवत्सलः विष्णुरूपद्विजश्रेष्ठ मामुद्धरमहीसुरा सदक्षिणा मया दत्ता तुभ्यं वैतरणीं नमः यममार्गे महाघोरे तां नदीं शतयोजनां तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः धेनुके मां प्रदीक्षस्व यमद्वारे महापथे अस्थिराणि उत्तारणार्थं देवेशि वैतरण्यै नमोऽस्तु ते गावो मे ह्यग्रतः सन्तु गावो मे सन्तु पृष्ठतः गावो मे हृदये सन्तु गवां मध्ये वसाम्यहं या लक्ष्मी सर्वभूतानां या च देवे प्रतिष्ठिता धेनुरूपेण सा देवी मम पापं व्यपोहतु इति मन्त्रैश्च सम्प्रार्थ्य साञ्जलिर्धेनुकां यमम् स सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेतु। एवं दद्याद्विधानेन योगां वैतरणीं खग सयाति धर्ममार्गेण धर्मराजसभान्तरे। स्वस्थावस्थशरीरे तु वैतरण्या व्रतञ्चरेतु देया च विदुषा धेनुस्तां नदीं तर्तुमिच्छता। सा नायाति महामार्गे गोदानेन नदी खग तस्मादवश्यं दातव्यं पुण्यकालेषु सर्वदा। गङ्गादिसर्वतीर्थेषु ब्राह्मणावसथेषु च चन्द्रसूर्योपरागेषु सङ्क्रान्तौ दर्शवासरे अयने विषुवे चैव व्यतिपाते युगादिषु अन्येषु पुण्यकालेषु कुर्याद्गोदानमुत्तमम्। यदैव जायते श्रद्धापात्रं सम्प्राप्यते यदा स एव पुण्यकालस्याद्यतः सम्पत्तिरस्थिरा। अस्थिराणि शरीराणि विभवो नैव शाश्वतः नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसञ्चयः। आत्मवित्तानुसारेण तत्र दानमनन्तकं देयं विप्रायविदुषे स्वात्मनः श्रेय इच्छता। अल्पेनापि हि वित्तेन स्वहस्तेनात्मने कृतं तदक्षयं भवेद्दानं तत्कालं चोपतिष्ठति। गृहीतदानपाथेयस्सुखं याति महाध्वनि अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि। यानि यानि च दानानि दत्तानि भुवि मानवैः यमलोकपथे तानि ह्युपतिष्ठन्ति चाग्रतः। महापुण्यप्रभावेन मानुषं जन्म लभ्यते यस्तत्प्राप्य चरेद्धर्मं स याति परमां गतिम्। अविज्ञाय नरो धर्मं दुःखमायाति याति च मनुष्यजन्मसाफल्यं केवलं धर्मसेवनं। धनपुत्रकळत्रादिशरीरमपि बान्धवाः अनित्यं सर्वमेवेदं तस्माद्धर्मं समाचरेतु। तावद्बन्धुः पिता तावद् यावज्जीवति मानवः मृतानामन्तरं ज्ञात्वा क्षणात् स्नेहो निवर्तते। आत्मैव ह्यात्मनो बन्धुरिति विद्यान् मुहुर्मुहुः। जीवन्नपीति सञ्चिन्त्य मृतानां कः प्रदास्यति। एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेतु। अनित्यं जीवितं यस्मात् पश्चात् कोऽपि न दास्यति। एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेतु। अनित्यं जीवितं यस्मात् पश्चात् कोऽपि न दास्यति। मृतं शरीरमुत्सृज्य काष्ठलोहसमं क्षितौ विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति। गृहादर्थानि वर्तन्ते श्मशानात् सर्वबान्धवाः शुभाशुभं कृतं कर्म गच्छन्तमनुगच्छति। शरीरं वह्निना दग्धं कृतं कर्म सहस्थितं पुण्यं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः न कोऽपि कस्यचिद्बन्धुः संसारे दुःखसागरे आयाति कर्मसम्बन्धाद्याति कर्मक्षये पुनः पितृमातृसुतभ्रातृबन्धुदरादिसङ्गमः प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः कस्य पुत्राश्च पौत्राश्च कस्य भार्याधनञ्च वा संसारे नास्तिकः कस्य स्वयं तस्मात् प्रदीयताम् आत्मा यत्तं धनं यावत्तावद्विप्रे समर्पयेतु पराधीने धने जाते न किञ्चिद्वक्तुमुत्सहेतु पूर्वजन्मकृताद्दानादत्र लब्धं धनं बहु तस्मादेवं परिज्ञाय धर्मार्थं दीयतां धनं धर्मात् सञ्जायतेऽर्थश्च धर्मात् कामोऽभिजायते धर्म एवापवर्गाय तस्माद्धर्मं समाचरेतु श्रद्धया धार्यते धर्मो बहुभिर्नार्थराशिभिः निष्किञ्चना हि मुनयः श्रद्धावन्तो दिवङ्गताः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः तस्मादवश्यं दातव्यं तदा दानं विधानतः अल्पं वा बहुवेति मां गणनां नैव कारयेतु धर्मात्मा च सपुत्रो वै दैवतैरपि पूज्यते दापयेद्यस्तु दानानि पितरं ह्यातुरं भुवि पित्रोर्निमित्तं यद्वित्तं पुत्रैः पौत्रैः समर्पितम् आत्मापि पावितस्तेन पुत्रपौत्रप्रपौत्रकैः पितुःशतगुणं पुण्यं सहस्रं मातुरेव च भगिनी दशसाहस्रं सोदरे दत्तमक्षयम् न चैवोपद्रवादातुर्नवा नरकयातनाः मृत्युकाले न च भयं यमदूतसमुद्भवं यदि लोभान्न यच्छन्ति काले ह्यातुरसंज्ञिके मृताः शोचन्ति ते सर्वे कदर्याः पापिनः खगा पुत्राः पौत्राः सह भ्रात्रा सगोत्राः सुहृदस्तु ये ददते नातुरे दानं ब्रह्मघ्नास्ते न संशयः इति श्रीगरुडपुराणे सारोद्धारे आतुरदाननिरूपणो नाम अष्टमोऽध्यायः।